नमस्कारः. आर्धधातुकप्रकरणम् इत्यस्मिन् तव्यपुमुन् करपत्रम् अनुवर्तते. तत्र अद्य तु गते सप्ताहे निजन्तधातूनां तव्यतुमुन् तृजन्तरूपसिद्धिः इति दृष्ट्वा अधुना तु अद्य तु सनन्तधातूनां तव्यतुमुन् तृजन्तरूपसिद्धिः इति यः भागः वर्तते तं पश्यामः वयम्. सरला भगिनी आरम्भं करोति वा? अस्तु भगिनि. सर्वेषां सनन्तधातूनां तव्यतुमुन् तृजन्तरूपसिद्धिः. सर्वेषां सनन्तधातूनाम् अन्तिमवर्ण अकारः इत्युक्तौ सर्वे सनन्तधातव अदन्ताः. तदर्थं तव्यत् तुमन् तृजन् विवक्षायाम् एषु अन्यतमे प्रत्यये आर्धधातुके सति अतो लोपः इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव. तस्मात् सनन्तधातोः अन्ते यः अकारस्य लोपः, सनन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे सनन्तधातवः सेटः. एवं सति सनन्तधातूनां तव्यत् तुमन् कृच् इत्येषां रूपसिद्धिमार्ग तत्र समानः. इदानीं सनन्तधातूनां विषय अस्ति. सनन्तधातव इति अतिदेशकधातुः अस्ति. ते तेषाम् अन्तिमवर्ण अकार अस्ति, अतः ते अनन्तधातव अदन्तधातव वयं वदामः. अदन्ताः अपि अनेकाश् सन्ति, अनेकाश् भूत्वा सेठः अपि भवन्ति. इदानीं यदि अदन्तधातु अस्ति, अङ्गम् अदन्त अस्ति, तेषां परे यदि अर्धधातुकप्रत्ययः अस्ति, अस्माकं विवक्षायां तद् सृजन् इति त्रयः अर्धधातुकप्रत्ययाः बलादौ सन्ति, ते अर्धधातुकस्य अतः अतो लोप इति सूत्रस्य प्रसक्तिः अपि प्राप्तिः अपि भवति. अनेन किं भवति यत् अङ्गस्य अदन्त अङ्गस्य अन्तिमकारस्य लोप भवति इति. अतः सर्वे सनन्तधातूनां प्रक्रिया एकसमान एव भवति. अतोलोपनेन अदन्त अङ्गस्य अकारस्य लोप तदनन्तरं मेलनं वर्णमेलनम् इति भवति. इदानीं उदाहरणमस्ति तद्यथा जिगमिष् योगयितव्य अतो लोप इत्यनेन अदन्त अङ्गस्य अस्व अकारलोप भवति आर्धधातुके प्रतिपरे. जिगमिष् इत्यव्य जिगमिष्टव्य इति रूपं भवति. इदानीं आपदेशधातुः अस्ति गम्. गम् धातु तसनन्तधातु साधितम् अस्ति जिगमिष्. जिगमिष् इति अनेकाश् अस्ति, अनेकाश् भूत्वा यत् तव्य अस्ति प्रत्यय, तव्यप्रत्ययस्य कादनकी तकार त्रिष्टव्य तुमन्ति त्रय वलादौ सन्ति, अतः इडागम भवति. धातु वलादि धातु सेट् प्रत्यय वलादौ तु अतः दागमनुकूल भवति, इडागमचिन्तनं भवति. जिगमिष् योग एतव्य इदानीम् अतो लोप तस्य प्रसक्तिः अस्ति, कारणकी जिगमिष तत्र अकार अन्ते अस्ति, तस्य अकारस्य लोप भवति आर्धधातुकप्रत्ययपरे इदानीम् एतव्य अस्ति. सो जिगमिष् इति भवति, जिगमिष् योग एतव्य जिगमिषितव्य इति भवति. समानप्रक्रिया जिगमिष् योगयितुं तत्रापि अतो लोप अकारस्य लोप तुमन् इति इडागम श्रेतुं जिगमिषितुं जिगमिष् योग इत्र तत्र अपि समानप्रक्रिया. सो प्रातिपदिकं भवति जिगमिषित्र जिगमिषिता इति पुल्लिङ्गे, जिगमिषित्री स्त्रीलिङ्गे, जिगमिषित्र इति नपुंसकलिङ्गे. यत्र जिगमिषितव्य अस्ति तत्र त्रिषु लिङ्गेषु रूपाणि सन्ति. जिगमिषितव्यं, जिगमिषितव्यः, जिगमिषितव्या इति रूपाणि भवन्ति. अतोलोप इति पठामि अग्रे अन्यः पठतु वा भगिनि? अस्तु. जिगमिष् यदि धातु अस्ति तत्र वर्णस्य इकार इक् प्रत्याहारे अस्ति पुगन्तलघुपदस्य प्रसक्ति भवति किन्तु प्राप्तिः नास्ति तत् अपि तस्य कारणम् ओ तस्मिन् विषये अस्तु भगिनि अतो लोपः अत्रत्र अच परसम्पूर्विदम् आमामां स्मरामि तत् स्मरामि आम् मणिमहोदय पठति वा महोदय अतो लोपः इति अतो लोपः अदन्तस्य कृत्वाकारः लोपो भवति आददाख्य कृते पदे येन वीतदन्तस्य चिन्हेन अङ्कः क्षमितम् तेन उपयुक्तदन्तचेतनेन अतः अङ्गस्य नाम न केवलं ह्रस्वकारः इति अङ्गस्य अपि तु ह्रस्वकारस्य अङ्गस्य अलङ्कस्य चेतनेन अन्तिमवर्णस्य एव लोपः न तु किं भगिनि ध्वनिः अस्ति अहं म्यूट् करोमि चिन्ता नास्ति म्यूट् करोमि वदतु उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायां मदगासस्यन्दं लोपप्रदमान्तं द्विपदं सूत्रम् अनुदात्तम् उपदेशे वणति तनोत्यादीनां वणति तनोत्यादीनाम् अनुनासिकलोपो जलीकिति निति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य आददात्के इत्यनयोः अधिकारः अनुवृत्तिशैलसूत्रम् अतः अङ्गस्य लोपः आददात्के उपदेशे सूत्रं वदति धातोः अन्ते स्थितः आकारः लोपः भवति निमित्तमस्ति अत्र आददात्के कृते इति अन्तिमवर्णः एव इति अलन्तशेत्यनेन सूत्रेण जानीमः तदेव महोदय यदा आददात् प्रत्यये परे अस्ति चेत् अत्र देयं यत् ह्रस्वः आकारस्य लोपानन्तरं वन्दलबुधस्य चिन्तन उदायां लघु उच्चः गुणः प्रसक्तिः भवति स्म पठामि अचः परस्मिन् अचः परस्मिन् पूर्वविधौ परमन्तिक अजादेशः स्थानिवत् भवति पूर्ववधौ कर्तव्ये अचः स्थाने यः आदेशः सः अजादेशः यस्य स्थाने आदेशः विद्यते सः स्थानी अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने निहितः सः पुनः मूलः अच् इव स्थानिवत् भवति पूर्ववधौ नाम सः स्थिति सा स्त्रीः यदा यदा स्थानिनः अचः पूर्ववदस्य कार्यं दीयते परस्मिन् यदि निमित्तसप्तमी पूर्वविधौ विधि विशेषसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्टितत्पुरुषः तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदं इदं सूत्रं स्थानिवत् स्थानिवत् आदेशो अनिर्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनिवृत्तिः अनिवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्ववृतौ अचः परस्मिन् पूर्ववृतौ सूत्रं वदति यदा अचः लोपः भवति तदा लोपस्य निमित्तं परे अस्ति चेत् अचः स्थानिवत् भवति इति तस्य नियमः परस्मिन् अचः परस्मिन् इति सूत्रेण तत् कार्यं भवति अनन्तरम् अचः यद् अचः पूर्वस्य वर्णेषु एतेषु वर्णेषु कार्यं पूर्वविधिः भवति चेत् अत्र पोन्दलपदस्य इति अनेन जिगमिष्ये जिगमे इति रूप भवितुम् अर्हति परन्तु यदा सः अचः स्थानिवत् भवति तदा तस्य तत् मत्वा पूर्वविधिः बाधितम् अस्ति. किं मत्वा तस्य प्रत्ययः भवति अचलस्य अचलस्य लोपस्य निमित्तं परे अस्ति चेत् अचलः स्थाने वर्तते. अतः पूर्वकार्यं पोन्दलबोधिषेत्यनेन गुणः न भवति, तस्य बाधितम् इति तस्य सूत्रस्य. अचः आदेशः अपि यद्यपि लोपः, परन्तु अत्र स्थानिवत् भवति इति अचः अस्ति. अतः आदेशः अपि अजादेशः एव, तस्य अत्यः एव तिष्ठति इति मत्वा अगुणकार्यं बाधितम् अस्ति सूत्रस्य. आम् महोदय, तदेव आसीत्. किन्तु अनन्तरं भानुवासरस्य वर्गे पुनः महोदयेन तत्र शुक्रवनमहोदयेन बोधितम् आसीत् स्थानिवाद् आदेशौ अनल्विधौ इत्यस्य अपवादरूपेण अत्र आयाति खलु. किमर्थमित्युक्ते अल्विधि कार्याणि तत्र स्थानिवत् भावं न स्वीकुर्वन्ति स्थानिवत् आदेशौ अनल्विधौ इत्यस्मिन्. किन्तु तस्य विपरीतत्वेन अत्र यत्र पूर्वविधिः यदा भवति तत्र तु परनिमित्तिकजादेशः स्थानिवद् भवति इति तत्र विपरीतत्वेन अत्र अल्विधिः यत्र विधीयते तत्र तु तस्य अपवादत्वेन इदं सूत्रं खलु इति महोदयेन बोधितम् आसीत्. तत्र तु स्थानिवत् यः आदेशः भवति आदेशः यः भवति तत्तु स्थानिवत् भवति अल्विधि कार्यं यत्र भवति अल्विधि अलाश्रितं यत् इति भवति तद्विहाय अन्यत्र सर्वत्र अन्ये सर्वे गुणधर्माः स्थानिनः गुणधर्माः आदेशः स्वीकरोति, केवलम् अल्धर्मं न स्वीकरोति. इत्युक्ते तत्र धातोः स्थाने अस्धातोः स्थाने भूधातुः यदा आगच्छति आगच्छति तत्र अस्धातोः तत्र स्थानिवद्धं तत्र स्वीकरोति खलु गुणधर्मं स्वीकरोति. तथैव तत्र प्रच्छति धातुः अस्ति न प्रच्छ नास्ति तत्र किं भगिनि धातोः पिब इति आदेशः भवति. प्रथमं तु पा इति धातुः अस्ति किन्तु पिब इति साक्षात् धातुः नास्ति खलु, केवलं शब्दरूपं वर्तते. पा इति धातुः अस्ति किन्तु पा स्थाने यदा पिब इति आयाति तदा पा इत्यस्य धातुत्वं तत् धर्मम् अस्ति खलु, धातुत्वम् इति धर्मं तद्धर्मम् आदेशः अपि स्वीकरोति. किन्तु अलाश्रितं धर्मं यत् वर्तते तद्धर्मं न स्वीकरोति. उदाहरणार्थम् अस् इति धातुः अजादिधातुः अस्ति किन्तु भू इति हलादिधातुः अस्ति, भू अपि हल अजादिधातुः इति न स्वीकर्तुं शक्यते. भू इति कृत्वा वयं किं किम् अस्ति तत्र इति अस्ति तावदेव महोदय. किन्तु अत्र अस्मिन् सूत्रे किम् अस्ति यद्यपि अल्विधि अजादेशस्य किं भवति स्थानिवद्वं स्वीक्रियते खलु, अत्र अकारस्य स्थाने लोपादेशः जायते तथापि लोपः अकारवत् भवति इति अपोलोपस्य तत्र निर्णयः साक्षात् लोपः तु अकारः नास्ति किन्तु लोपः अपि अकारवत् भवति इति स्वीकुर्मः. अल्विधिः अस्ति तथापि वयं स्वीकुर्मः अल्धर्ममपि स्वीकरोति यद्यपि आं भगिनि. यदा पुगन्तलघुपदस्य च इत्यनेन उपदायां स्थितस्य लघु इक्कः गुणः जायमानः तदा इतव्य इत्तुम् इत्रु निमित्तं मत्वा अल्लोपः स्थानिवद्भवति, अतः उपदागुणः न सम्भवति. वयं जानीमः पुगन्तलघुपदेन उपदायां लघु इक्वर् नास्ति चेत् गुणः भवति. अधुना अच्छः परस्मिन् पूर्वविधौ इति सूत्र धातु लिलिक् इति स्वीकुर्मः अत्र लिलिख्य अत्र यकारलोपः भवति अकारः लोपः भवति. पुगन्तलघुपदस्य सूत्रम् आगच्छति परन्तु न दृश्यते, केवलं या शब्दः एव दृश्यते, अतः उपदागुणः न भवति. तदेव अस्थानिवदादेशः क्षम्यताम् अचः परस्मिन् पूर्वविदमिति सूत्रेण इति कृत्वा लोपादेशः अकारवत् भवति इति कृत्वा पुगन्तलघुपदस्य च उपादायां केवलं हल्वर्णं पश्यति न तु इकारं पश्यति. अग्रे एवमेव सर्वेभ्यः सनन्तधातुभ्यः तव्यतुमुन् तृच् इत्येषां रूपसिद्धिः भवति. चिन्तनं फट् धातु पिपटिषा इति सनन्त आतिदेशधातुः तव्यत् तुमुन् तृच् वयं जानीमः अतो लोपः इति सूत्रेण अदन्ताङ्गस्य अकारलोप भवति पिपटिष् भवति. पिपटिष् अनेकाच् अस्ति ततः सेट् धातु सेट् अस्ति. तव्यतुमुन् तृच् अपि बलादिप्रत्ययः इदागमः भवति. पिपटिष् युगः इतव्य पिपटिष् पिपटिषितव्य पिपटिषितव्यं पिपटिषितव्या तुमुनपि पिपटिषितुं पिपटिषितृच् पिपटिषितृ पिपटिषिता पिपटिषि पिपटिषितृ रूपं क्रू पठामि भगिनि. पञ्च वदतु भगिनि, अग्रिमपञ्च अहं वदामि. यङ्गन्तदातुना भगिनि न न अन्य अन्येषामपि तत्र कृ इति अस्ति खलु पञ्च पञ्चधातूनां पञ्चानां धातूनां भवती वदतु, अग्रिमपञ्चानाम् अहं वदामि. कृतातु चिकृष इति सन्नन्तनधातु स्टेट् अस्ति अनेकाच् कृत्वा तव्यत् यदा अनुकूलः चिकि अतो लोपः इति सूत्रेण अकारलोप कृत्वा चिकिष् युगः ईतव्य चिकीर्षितव्य चिकीर्षितव्या चिकीर्षितव्यं चिकीर्षितुं चिकीर्तृ चिकीर्तृ चिकीर्ता चिकीर्षिता चिकीर्षि चिकीर्षितृ मुच् अपि मुमुच्छः मुमुच् मुमुक्षा इति धातुः मुमुक्षा सेट् मुमुच् ततो लोपः इति न अकारलोपभूतम् इतव्य मुमुच्छितव्य तव्यः मुमुच्छितव्यं मुमुच्छितव्या तुमुन् मुमुच्छितुं तृच् मुमुच्छितृ मुमुच्छिता मुमुच्छि मुमुच्छितृ खाददातपि चिकादिशा अत्रापि समानमेव अतो लोपः चिकादिश् युगतव्य ईतव्य चिकादिष्टव्य चिकादिशितव्या चिकादिशितव्यं चिकादिशितुं तुं तृच् चिकादिश्चितृ चिकादिशिता चिकादिशितृ चिकादिश्चि वद् धातु विवदिश तव्यत्तुमुन् तृच् अत्रापि अकारलोपः इतव्य विवदिषितव्यः विवदिष्यता विवदिषितं विविदिषितुं विविदिषितृ विविदिषिता विविदिषित्रि विवदिषितृ. धन्यवादः. अहं वदामि वा, वच्यति विवक्षति इति भवति, विवक्ष इति अङ्गं. तर्हि विवक्षि अतोलोपः इत्यनेन अन्तिम अकारस्य अतोलोपः इत्यस्य निमित्तम् अस्ति. अतः अङ्गस्य लोपः आर्धधातुके उपदेशावस्थायां इति भस्ति उपदेशे इति तदा तु अकारस्य लोपः जायते विवदिश् इति भूत्वा अत्र अनेकाच् अस्ति इति कृत्वा तत्र इडागमः भवति इडानुकूलः भवति तदा तु चेत् भवति इतव्य इति तर्हि क्षम्यतां विवक्षितव्य इति विवक्षितव्यः विवक्षितव्या विवक्षितव्यम् इति समानप्रक्रिया वर्तते विवक्षितुम् अनन्तरं विवक्षितृ इति प्रातिपदिकं विवक्षिता विवक्षित्री विवक्षितृ इति नपुंसकलिङ्गे अत्र यद्यपि अतो लोपः इत्यनेन अन्तिमकारस्य लोपः जायते उपादायम् इकारः अस्ति तथापि तत्र पुगन्तलघुपदस्य च प्रसक्तिः प्राप्तिः न भवति किमर्थम् इत्युक्ते अकारस्य लोपादेशः अकारवत् दृश्यते तत्र केन सूत्रेण इत्युक्ते अचः परस्मिन् पूर्वविधौ इति सूत्रेण अग्रे पा इति धातुः पिपासति इति पिपास इति अङ्गं तत्र अतो लोपः इत्यनेन पिपास् इति भवति तदनन्तरं पिपा इडागमः भूत्वा पिपासितव्य पिपासितव्यः पिपासितव्या पिपासितव्यं पिपासितुं पिपासितृ इति प्रातिपदिकं पिपासिता पिपासित्री पिपासितृ इति दाधातोः दित्सति इति भवति दित्स इति अङ्गं तत्र अतो लोपः इत्यनेन दित्स् इति भूत्वा दित्सितव्य इति प्रातिपदिकं दित्सितव्यः दित्सितव्या दित्सितुम् इति दित्सितव्यम् इति तदनन्तरं तुमुन् इत्यस्य दित्सितुं तृच् दित्सितृ दित्सिता दित्सित्री दित्सितृ इति जी धातुः जिगीष इति जिगीष इति अङ्गं भवति तत्र अतोलोपः इत्यनेन तदनन्तरं इडागमः भूत्वा जिगीषितव्य इति प्रातिपदिकं जिगीषितव्यः जिगीषितव्या जिगीषितव्यं तुमन्तु जिगीषितुं तृच् जिगीषितृ जिगीषित्रा क्षम्यतां जिगीषिता जिगीषित्री जिगीषितृ इति अनन्तरं युद्ध इति धातुः युयुत्सति इति क्रियापदं युयुत्स इति अङ्गम् अत्रापि अतोलोपः इत्यनेन युयुत्स् इति भवति इडागमः भूत्वा अनेकाच् अस्ति इत्यनेन युत्सितव्य इति प्रातिपदिकं तव्यत् प्रातिपदिकं पुल्लिङ्गे युत्सितव्यः युत्सितव्या युत्सितव्यम् इति तदनन्तरं तुम्मुन् इत्यस्मिन् युयुत्सितुम् इति तृच् इत्यस्मिन् युयुत्सितृ इति युयुत्सिता युयुत्सित्री युयुत्सितृ इति एकं वाक्यं वदामि वा तत्र कृष्णेन उक्तं महाभारतयुद्धं युयुत्सितव्यम् इति तदनन्तरं तर्हि युयुत्सि महाभारतयुद्धं युयुत्सितुं कृष्णः अर्जुनं बोधितवान् तदनन्तरं युयुत्सितृ इति अस्ति कृष्णस्य वचनं श्रुत्वा अर्जुनः युयुत्सिता जातः अग्रे अग्रे सरला भगिनी भवति प्रश्न भगिनी एकः प्रश्नमस्ति प्रक्रियासमये पुगन्तलघुपदस्य अपि मेन्शन् करणीयं वा पुगन्तलघुपदम् एकस्य उक्तवती अन्यस्य न उक्तवती किन्तु चिन्तनं तत्र मनसि स्पष्टता भवतु इति कृत्वा एकस्य परन्तु भगिनी सर्वत्र पुगन्तलघुपदस्य अस्ति न प्रसक्ति भवति यथा जिगीष अस्ति तत्र ईकार दीर्घ अस्ति तत्र प्रसक्तिः नास्ति युयुत्स तत्र उपधायाम् एकवर्णः नास्ति अत्रापि प्रसक्तिः नास्ति सत्यम् आम् आम् सत्यं विवक्ष अस्ति तत्र उपधाया इत्यस्मिन् नास्ति एव प्रकृ तत्र आम् विवक्ष अतोपधाय आगच्छति तत्र अतोपधा अपि न भवति अत्र निच् अत्र अस्ति तत्र अतोपधाय भवति तदपि नास्ति तत्र निच् नास्ति लब् धातु औपदेशिकधातु लब् सन्नन्तधातु अस्ति लिप्स इदानीं परे आददातुकप्रत्ययसव्यत्वमन्त्रिचस्ति अतो लोपनेन अकारस्य लोपः भवति. इदानीं धातु अनेका च अस्ति अपि प्रत्यय इदागमनुकूलः अस्ति अत्र इदागमः भवति. सो इदानीं लिप्स् इति अत्र उपधायाम् ईकारः अस्ति अतः इदानीं पुगन्तलघुपदस्य प्रसक्तिः भवति किन्तु प्राप्तिः नास्ति कारणं कि अच पूर्व परस्मिन् पूर्वविधौ अनेन जादेश जत् अकारलोपः भवत् जादेश भूत्वा तत्र कार्यं बाधितं भवति अतः केवलं वर्णमिलनं भवति. लिप्सितव्य लिप्सितव्या लिप्सितव्यं लिप्सितुं लिप्सिता लिप्सित्री लिप्सित्र इति रूपाणि भवन्ति. ज्ञा धातु जिज्ञास अत्र अपि अकारान्ते अस्ति समानप्रक्रिया अतो लोपनेन अकारलोपः भवति. इदानीम् उपधायाम् आकारः अस्ति तु अत्र पुगन्तलघुपदस्य प्रसक्तिः नास्ति. जिज्ञासी प्रत्या इडागम अनुकूला सन्ति सो इत्तव्य इत्तुमुन् इत्र इति भवति प्रत्यया. सो जिगास् जिगासितव्य जिगासितव्या जिगासितव्यः जिगासितुं जिगासित्र जिगासिता जिगासित्री इति जिगासित्री इति रूपाणि भवन्ति. श्रु धातु शुश्रूष इदानीं शकारपरे अकारस्य लोपः भवति अतो लोपस्य प्रसक्ति अनेन उपधायां दीर्घ उकारः अस्ति अङ्गस्य कार्यं न भवति. इदागमः अस्ति इत्तव्य इत्तुमुन् इत्र इति प्रत्या परे सन्ति आर्धधातुक रूपाणि भवन्ति. शुश्रुतिव्य शुश्रुतिव्या शुश्रुतिव्यं शुश्रुतुं शुश्रुता शुश्रु क्षम्यता भगिनी दोषाय उक्तवती. शुश्रूषितव्य शुश्रूषितव्यं शुश्रुतव्या शुश्रूषितुं शुश्रूषिता शुश्रूषित्री शुश्रूष शुश्रूषित्र इति रूपाणि अस्ति. दृश् दिद्रक्ष अत्रापि अकारस्य लोपः भवति अतोलोपनेन सो दिद्रक्ष इति भवति. इदानीम् उपधायां ककारः अस्ति तत् पुनः पुगन्तलघुवचन प्रसक्तिः नास्ति. दिदृक्ष योग इत्तव्यत्वमित्र वर्णमिलनं भूत्वा रूपाणि भवन्ति. दिदृक्षितव्यं दिदृक्षितव्या दिदृक्षितव्यः दिदृक्षितुं दिदृक्षित्र दिदृक्षता दिदृक्षत्री इति रूपाणि भवन्ति. यत् वृद्ध अस्ति वृद्ध इति अपदेश विवर्धिष इति अस्ति सन्नन्तधातु अतुलोपनेन अकारस्य लोपः भवति. भगिनी इदानीं विवर्धिष अत्र उपधायाम् इकार अस्ति वा रेफ अस्ति इकार साधु क्षम्यतां भगिनी म्यूटेड् आसम् एकनिमिषम् विवर्धिष विवर्धि इकार एव अस्ति भगिनि इकार एव अस्ति साधु. सो अत्र अच परस् अच परस्मिन् पूर्वविधौ अनेन अच आदेश भूत्वा पुगन्तलघुपदस्य कार्यं बाधितं भवति. अत्र वर्णमेलन इष्टरूपम् आगच्छति. विवर्धिषितव्यः विवर्धिषितव्या विवर्धिषितव्यं विवर्धिषितुं विवर्धिषित्र विवर्धिषित्री विवर्धिषिता इति रूपाणि भवन्ति. धन्यास्मि भगिनि. अग्रे पुनः मणिमहोदयस्य क्रमः अस्ति. महोदय, अत्र सरलभण्या उक्तं, सरलभण्य अत्र दिदृक्ष इत्यस्य ऋकारः पुनः न भवति वा? न तत्र क्षति संयोग अस्ति ककारशकारयो, सो ककार इति उपधायमस्ति तु उपधाय. अहं महोदयं पृष्टवती वर्गे कः वर्ण उपधायम् अस्ति, स ककार इति उक्तवान् मुमुक्ष तत्रापि सामान् प्रक्रिया साधु मुमुक्ष न अहं पृष्टवती महोदयं. महोदय उक्तवान् ककार मुमुक्ष अहम् उदाहरणं दत्तवती, तत्र उकार उपधायाम् अस्ति वा ककार उपधायाम् अस्ति, महोदय उक्तवान् ककार उपधायाम् अस्ति. न कथं रिदन्त अस्ति साधु, रुद् इति उपधाय दृ अस्ति, तर्हि कारणं नास्ति. न क्ष अस्ति तत् इति क्ष इति संयोगः अस्ति, ककार मूर्धन्य शकार संयोगः अस्ति. अस्तु भगिनि, क्ष अस्ति चेत् अत्र अन्यवर्णः अस्ति चेत् ओ साधु साधु अन्यवर्णः अस्ति. सपोज् ओन्लि दिद्र इति दिद्रक इति अस्ति अत्र भवति. आमां धन्यवादः. प्रश्नः अस्ति, प्रश्नः अस्ति महोदय भगिनी, यथा उपधायामिति वयं वदन् स्मः यथा शुश्रूषयति, तत्र अन्तिमवर्णः अस्ति अकारः, उपधायां शकारः अस्ति किल? उपधायां शकारः भवति यदि अजादेशः भवति तदानीं. न, यदि केवलं शब्दं शब्दस्य विषये वयं वदामः, अन्तिम इगन्त इत्युक्ते इक् अन्त, अन्ते इक् अस्ति, अत्र अक् अन्त, अन्ते अक् अस्ति, अन्तिमवर्णः अ चेत् तस्य उपधायां किम् अस्ति? तस्य उपधायां शकार अस्ति, तर्हि अत्र उपधावर्णः शकार भवति, न उकारः, न तु दीर्घ उकारः. अकारस्य लोपः भवति न, अस्तु लोप अनेन तदानीं तदनन्तरम् उकार इति उपधायं भवति न परन्तु सूत्रेण तस्य लोपः न भवति, यतोहि अकारस्य दृष्ट्या केवलं शकार एव उपधायम् अस्ति. किन्तु तत्र यदि दीर्घ उकार अस्ति सुगन्त लघुपद्यस्य चिन्तनमेव न कार्यं न करोति, कार्यं न करोति, अचादेशस्य इति विवक्षा न भवति. न हा तत् सत्यं, परन्तु मुमुक्ष इत्यत्र क ष इति त्रयः वर्णाः सन्ति, अत्र अ अन्ते अस्ति, तस्य पूर्वं श अस्ति, तस्य पूर्वं क इति अस्ति, इत्युक्ते अस्य दृष्ट्या अर्धधातुकस्य प्रत्ययस्य दृष्ट्या यदा अ इति अन्तिमवर्णः तस्य पूर्वम् अस्ति श, तर्हि उकारः अस्मिन् प्रसङ्गे न भवति, यतोहि उपधावर्णः क अस्ति, अचः दृष्ट्या क उपधा अस्ति, न तु उ न तु अमे श उपधावर्णः अस्ति, न तु क तु अर्धयो वर्णः खलु, तस्य पश्चात् श अस्ति इति प्रश्नः. आम् अस्तु भगि, अस्तु पठामि. यङ्गन्धधातूनां तव्यत् मुन्तृजन्तरूपसिद्धिः, सर्वेषां यङ्गन्धधातूनाम् अन्तिमवर्णः आकारः इत्युक्तौ सर्वे यङ्गन्धधातवः अदन्ताः, यङ् प्रत्ययात् पूर्वं यः वर्णः सः अचुवर्णः चेत् तव्यन्तुमन्तृजन्तरूपं रूपमेव तदर्थं तव्यन्तुमन्तृजन्तविवक्षायां येषु अन्यतम प्रत्यये आददात् इति अधोलोपः इत्यस्य प्रसक्तिः प्राप्तिः भवति च तस्मात् यङन्तधातोः अन्ते यः अकारः तस्य लोपः यङन्तधातुः च सदा अनेका इति कृत्वा सर्वे यङन्तधातवः सेत् एवं सति यङन्तधातूनां तव्यन्तृच् इत्येषां रूपसिद्धिवर्णमार्गे स मार्गः सर्वत्र समानः इत्युक्ते सूत्रम् अत्र यङ् प्रत्ययः यङन्तप्रत्ययानां किं भवति इत्युक्ते यङ् प्रत्यये परे आददातुक अस्ति चेत् तव्यन्तृच् इति अत्र अत्यन्त अङ्गमपि अस्ति चेत् अतो लोपो इत्यनेन पुनः क्षाम्यं क्षम्यतां लोपो भवति तदा सनन्दः धातुमध्ये भवति अतः एव अत्र अपि भवति इति अनन्तरं यङ्गन्धधातुः अपि अनेकाश्च अधः विरामः भवति चेत् तव्यत्वं प्रति अपि वलादि अधः इदानीपूर्वप्रत्ययः इति भवति उदाहरणमस्ति यदा नेनीययोः इतव्य अतो लोपः इत्यनेन अदन्तं गच्छ ह्रस्वकारः लोपो भवति आददातके प्रत्ययपदे नेनीय नेनीयोः इतव्य नेनीतव्य अत्र नेनी अतो लोपः इत्यस्य कारणेन अकारः लोपो भवति य अस्ति उगतायाः ईकार दीर्घ ईकारः अस्ति अतः पोन्दलप्रदेशे इत्यनेन कार्यं न भवति रूपं भवति नेनि ईतव्य इति प्रातिपदिकं नेनीतव्यः नेनीतव्या नेनीतव्यम् इति स्त्रीषु लिङ्गेषु तदेव एवमेव नेनीय इतुं तस्य अपि समानकार्यं नेनी इतुं तृच् प्रत्ययपरे अपि नेनीतृ नेनीता नेनीत्री नेनीतृ इति रूपाणि एवमेव लोलूय योः इतव्य अत्रापि उपधादिकमस्ति अतः अत्र बोधलोपदर्शन कार्यं भवति अकारलोपो भवति अधोलोपो इत्यनेन अतः इतव्य लोलु योः इतव्य लोलु इतव्यः लोलु इत्तव्य इति प्रातिपदिकं लोलु इत्तव्यः लोलु इत्तव्य लोलु इत्तव्यम् इति त्रिशिङ्गेषु तुम् प्रत्ययपरे लोलु इत्थुं तृच् प्रत्ययपरे लोलु इतृ प्रातिपदिकं लोलु इत्ता लोलु इत्रि लोलु इतृ इति रूपाणि तदेव बोभूय अत्रापि दीर्घः अस्ति अतः पोन्दलप्रदेशे इत्यनेन न भवति किमपि कार्यं बोभूय योः इतव्य अधोलोपः अनन्तरं बोभूयि बोभूयितव्य इति प्रातिपदिकं बोभूयितव्यः बोभूयितव्यं बोभूयितव्या इति श्रीलिङ्गेषु बोभूयितुं तृच्प्रत्यपरे बोभूयितृ बोभूयिता बोभूयित्रि बोभूयितृ इति स्त्रीषु लिङ्गेषु भवति पठामि वा अग्रे अरुणा भगिनी पठामि धन्यवादः यं प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् तव्यत्तुमुन्तृजन्तरूपमेवं यं प्रत्यये यस्य हलः इति सूत्रेण हल् उत्तरस्य शब्द उत्तर या शब्दलोपो भवति आदुधातुकप्रत्यये पदे अनेन या इत्यस्य लोपः भूत्वा भिद्य बेबिदि बेबीदितव्य ओके ओके प्रथमम् उदाहरणमस्ति बेबिज इति यङ्गन्तर्धातु यस्य हलः इति सूत्रेण या शब्दः लोपः भवति शब्दस्य यकार अकार द्वयोः लोपः भवति तदनन्तरं बेबिद् इति अवशिष्यते तदनन्तरं योगव्य बेबि द्रव्य बेबितव्यः बेबितव्या बेबितव्यं तदेव तुमनपि भगिनि तुमनपि बेबि बेबिचि बेबितुं बेबिदितुं बेबिदितुं बेबिदि तृ बेबि बेबिधिता बेबि त्रि नो नो बेबि द्वि त्रि बेबि द्वितृ समीचीनम् अन्यापि कोऽपि बाब्रश्यापि करणीयं भवति हा अस्तु भगिनि अहमपि करोमि वा भाद्रश्य भवती करोतु तदनन्तरम् अहं करोमि भवती कृतवती खलु बाब्रश्य इति कृतवती वा न भगिनि केवलं बेबिद्य अत्र मम करपत्रे तु ब्राभश्य इति उदाहरणत्वेन दत्तमस्ति अत्र यश्च हलः अत्र सूत्रे वेविद्य इति धातु यङ्गन्तधातु अस्ति भगिनि बाब्रश्य अपि करोति बाब्रश्य अत्र यस्य हलः इति सूत्रेण य शब्दः लोपः भवति बभ्रशितव्य बभ्रशितव्य बभ्रशितव्यं बभ्रशितव्या बभ्रशितव्यं तव्यः बभ्रशि बाभ्रशसि बाभ्रश् न तु बभ्रश् ओ बाभ्रश्य बाभ्रशितुं बाभ्रशितृ बाभ्रशिता बाभ्रशितृ बाभ्रशित्रि दन्द्रम्य इति तत्र हल्लु यशब्दात् पूर्वं हल् वर्णः अस्ति इति कृत्वा हल्लुत्रस्य यशब्दस्य लोपः भवति आर्धातुके प्रत्यये परे यस्य हलः इति सूत्रेण अनन्तरं द्रद्रम्य इति यः यङन्तपदं वर्तते तत्तु अनेकाच् वर्तते इति कृत्वा इडागमः भवति तर्हि ददृम् इति अङ्गं भूत्वा द क्षम्यतां दन्द्रम् इति अङ्गं भूत्वा दन्द्रमितव्यं दन्द्रमितुं दन्द्रमितृ इति रूपाणि चङ्क्रम्य इत्यस्मिन् पुनः यस्य हलः इत्यनेन हल्लुत्रस्य यः शब्दः अस्ति आर्धातुकप्रत्ययः परे अस्ति इति कृत्वा तस्य यः शब्दस्य लोपः जायते चङ्क्रम् इति अङ्गं भवति अनेकाच् अस्ति इति कृत्वा इडागमः चङ्क्रमितव्य चङ्क्रमितुं चङ्क्रमितृ इति तथा एव लेलिख्य इत्यस्मिन् पुनः यः शब्दस्य लोपः भवति लेलिख् इति अङ्गं भवति अनेकाच् अस्ति इति कृत्वा इग्डागमः इतव्य इति प्रत्ययः ले अधुना किं भवति अत्र पुगन्तलघुपदस्य छ इत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किमर्थम् इत्युक्ते यः शब्दस्य यः अजादेशः जातः सः स्थानिवद् भवति खलु अजः परस्मिन् पूर्वविधौ इति अजादेशस्य एव स्थानिवद् भवति खलु किन्तु यशब्दः इति तु अजादेशः नास्ति इति कृत्वा अहं मन्ये अचः परस्मिन् पूर्ववेदौ इत्यस्य प्रसक्तिः प्राप्तिः भवति खलु, किन्तु महोदयः अत्र ध्येयं यत् य शब्दस्य लोपानन्तरं पुगदर्लघुपदस्य च इत्यनेन उपादायां लघु इकः गुणप्रसक्तिर्भवति स्म परन्तु इति अहं मन्ये. यद्यपि य शब्दः इत्युक्ते तत्र तु अकारः अपि अन्तर्भूतः अस्ति इति कृत्वा अचुवर्णस्य स्थाने तत्र अजादेशः इति स्वीकर्तुं शक्यते, लोपादेशः इति स्वीकर्तुं शक्यते. आं भगिनी, चर्चा जाता वर्गे, यदि य इति स्वीकुर्मः वा अजादेश केवलं स्वीकुर्मः, द्वयोः किमपि भवेत् रूपं समानमेव भवति, अजादेश वा य आदेश पुगन्तलघुपदस्य. किन्तु मम संशयः आसीत् य इत्यस्य स्थाने य शब्दस्य स्थाने एव लोपादेशः खलु, किन्तु तर्हि पृथक्तया यकारः अकारः इति स्वीकरोतु. कथं एकभागः यदि य इति एकभागस्य आदेश कुर्मः, एकभागस्य न कुर्मः इति अपि चर्चा जाता, किन्तु कारणं कि रूपं समानः अस्ति इति मन्तव्यम्. यदि अजादेश यथा सूत्रे लिखितमस्ति परनिमित्तकम् अजादेशस्थानिवत् भवति पूर्वविधौ कर्तव्ये अच्च परस्मिन् पूर्वविधौ, अत्र इति मन्तव्यं यकारस्यपि आदेशः भवति इति कृत्वा अजादेशः इति भूत्वा अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः प्राप्तिः भवति. तदा तु ले लेखितव्य इति गुणकार्यं न भवति, ले लिखितव्य इति एव भवति, तथा एव ले लिखितुं ले लिखिता ले लेखितृ इति. अनन्तरं पापठ्य इत्यस्मिन् पुनः यशब्दस्य आर्धातुके प्रत्यये परे यशब्दस्य हलुत्तरस्य यशब्दस्य लोपः भवति, तदा तु पापट् इति भूत्वा पापठितव्य पापठितुं पापठितृ इति रूपाणि. भगिनी अग्रे वर् वदति वा? भगिनी पुनः वदति लेलिख्य कथं चक्रे कथं भवति इत्यस्मिन् यकारस्य शब्दस्य लोपः जातः खलु, अधुना लेलिख् इति अङ्गं भवति. अन्तिमवर्णः खकारः वर्तते, महाप्राणखकारः, उपदावर्णः इकारः अस्ति. अधुना प्रश्नः उदेति पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः प्राप्तिः भवति वा इति. तदा किं भवति, अधुना लेलिख्य इत्यस्मिन् य शब्दस्य तु अकारः अन्तर्भूतः अस्ति खलु, यकारः वर्तते, य शब्दः इत्युक्ते यकारः वर्तते, अकारः अपि वर्तते खलु, तर्हि अकारः तु अकारस्य स्थाने यकारः अकारयोः स्थाने उभयोः स्थाने अधुना लोपादेशः जातः. ओके ओके. तथा तु तथा परनिमित्तिक अजादेशः अस्ति खलु, पूर्वविधि कर्तव्यं यदा पुगन्तलघुपदस्य च इति पूर्वविधि कार्यं यदा आयाति तत् कार्यं तु तत्र अकारं पश्यति, यकारं न पश्यति किन्तु अकारं पश्यति, तदा रूपं सः तस्य दृष्ट्या पुगन्तलघुपदस्य च इत्यस्य दृष्ट्या पश्यति लेलिख इति पश्यति. तत्र अधुना लेलिख इति रूपे तु ककारः वर्तते उपदावर्णः, न तु इकः इति कृत्वा पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः प्राप्तिः न भवति. धन्यवादः भगिनी. महोदयस्य प्रश्नः अस्ति, परनिमित्तक अजादेश तस्य अन्वयः कुत्र भवति? परन् अन्वयः कुत्र भवति इत्युक्ते भगिनी प्रश्नः न अवगतः. परनिमित्तक अजादेश अन्वयः कस्मिन् भवति इति? कस्मिन् इत्युक्ते तत्र अजादेशः यः लोपादेशः जातः सः एव परनिमित्तक अजादेशः वर्तते इत्युक्ते तत्र अत्र आर्धधातुके प्रत्यये परे आर्धधातुके इति परनिमित्तम् अस्ति खलु, यस्य हलः इति सूत्रमस्ति, तत्र यस्य हलः इति सूत्रे तु आर्धातुके इति प्रत्यये परे इति अस्ति, तत्तु सः तु तत्र यस्य हलः इति सूत्रे तु यत् आर्धातुके प्रत्यये परे परनिमित्तिकः निमित्त परनिमित्तिकम् अस्ति इति कृत्वा यस्य हलः इत्यनेन यः य शब्दस्य लोपादेशः जायते सः लोप सः अजादेशः अकारवत् भवति. या अजादेश परनिमित्तक अस्ति मीन्स् अर्धधातुक प्रत्यय तत् परनिमित्तक अस्ति साधु अर्धधातुके इति अनुवृत्तिः अस्ति खलु यस्य हलस्मिन् पूर्वविधिः इति पुगन्तलघुपदस्य अस्ति साधु. आम् सत्यम्. अस्तु सो पूर्वविधिः तस्यापि परनिमित्तिकं तथा नास्ति, किमपि नास्ति, किमपि केवलं पूर्वं कार्यम् यत्र अजादेशस्य कार्यं यत्र सञ्जातं तस्मात् पूर्वं किमपि विधिकार्यं तत्र विधिकारस्य निमित्तं कुत्र वर्तते इति तत्र चिन्तनं नास्ति, चिन्तनं नास्ति. अस्तु अस्तु तथैव इति महोदय, कारण कि शुकमहोदयेन उक्तवान् परनिमित्तिकं द्वयोः आर्धधातुकप्रत्ययः अस्ति, पबन्तलघुपतस्य अपि च अजादेशस्य, तथा महोदय इति प्रश्नः कृतवान्. सो महोदय उक्तवान् यथा भवती उक्तवती पूर्वविधिः यत् अस्ति तस्य परनिमित्तकं सूत्रेण न दत्तमस्ति इति नवगमनम् अस्ति. यदि सूत्रं दृष्ट्वा परनिमित्तक पूर्वविधाः यत् पर्वनिमित्तकं नास्ति, पर्वनिमित्तकम् अजादेशस्य एव अस्ति इति उक्तवान्. किन्तु शुकमहोदयेन सह बहवः उदाहरणानि दृष्टवान्, कुत्रापि अन्य परनिमित्तकं नास्ति, द्वयोः अजादेश अपि पूर्वविधौ द्वयोः परनिमित्तं समान एव अस्ति, तथैव सः उक्तवान् परनिमित्तक पूर्व द्वयोः समान अस्ति, किन्तु महोदय इति न अङ्गीकृतवान्. किमपि भवितुं शक्नोति सः उक्तवान्. आमां न उक्तमस्ति सूत्रे तु न उक्तमेव. अस्तु धन्यवादः इति मम किञ्चित् चिन्तनं नास्ति, इदानीं स्पष्टं भवति यथा भवान् भवती उक्तवती. अस्तु पापठ्य भवती कृतवती न पापठ्य? आं भगिनि. वावश्य, वावश्य इति यङन्तधातुः अस्ति, य इति यत् अन्तिमशब्दः अस्ति तस्य पूर्वं हल्वन शकार अस्ति, अतः हल् परे य तस्य यस्य हल् प्रसक्ति प्राप्ति भवति, य शब्दस्य लोपः भवति, वा वश्यति भवति इति धातु अनेका च अस्ति, यदागम अनुकूल भवति, प्रत्यपि यदागम अनुकूल अस्ति, रूपाणि भवन्ति वाविष्टव्यः वाविष्टव्यं वाविष्टव्या वाविष्यतुं वाविष्यत्री वाविष्यत्रा वाविष्यता वाविष्यत्र इति रूपाणि भवन्ति. नेनिज्य इदानीम् अपि जकार हल् अस्ति तस्य परे य अस्ति, यस्य हल् तस्य प्रसक्ति प्राप्ति भवति, य शब्दस्य लोपः भवति. इदानीं ज आदौ उपधायाम् ईकार अस्ति, तु अच परस्मिन् पूर्वविधौ अनेन अजादेश भूत्वा य इति मन्तव्यम् इति य आदेश इति कल्पनीयं भवति इति भूत्वा नेनेज इति रूपं न भवति, नेनेज इति भवति. सो नेनेजितव्य नेनेजितव्या नेनेजित तव्यम् इति रूपं, नेनिजितुं नेनिजित्री नेनिजित्र नेनिजिता इति रूपाणि भवन्ति. वैविध्य तत्रापि य इति शब्दस्य धकार इति हल् हल् हल् वर्ण अस्ति, तस्य परे य शब्दः अस्ति, य शब्दस्य यस्य हो हल् अनेन लोपः भवति. इदानीमपि इकारस्य उपधायाम् अस्ति, तु पुगन्तलघुपदस्य प्रसक्तिः अस्ति, प्राप्ति बाधितं भवति, अच परस्मिन् पूर्वविधौ अनेन अजादेश भूत्वा अत्र रूपाणि भवन्ति. वैविध्यतव्य वैविध्यतव्या वैविध्यतव्यं वैविध्यतुं वैविध्यत्र वैविध्यत्री वैविध्यता इति रूपाणि भवन्ति. मोमुद्य तत्र मोमुद् य दकारपरे य अस्ति, सो य शब्दस्य लोपः यस्य हलनेन भवति. इदानीं मोमुद् इति रूपम् अस्ति, उकार लघु उकार अस्ति उपधायां, पुनः पुगन्तलघुपदस्य प्रसक्तिः, किन्तु प्राप्तिः बाधिता भवति. अच्च परस्मिन् पूर्वविदो अनेन य इति आदेश आगच्छति, आदेश भूत्वा पुनः रूपाणि भवन्ति. मोमुद्धितव्य मोमुद्धितव्या मोमुद्धितव्यं मोमिदितुं मोमिदित्री मोमिदित्र मोमिदिता इति रूपाणि भवन्ति. वयं दृष्टवन्तः च परस्मिन् पूर्वविदो य अत्र ध्येयं य य शब्दस्य लोपानन्तरं पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु एक गुणप्रसक्तिः भवति स्म, परन्तु अच्च परस्मिन् पूर्वविधौ इति वयं दृष्टवन्तः. परनिमित्तकम् अजादेशस्थानिवत् भवति पूर्वविधौ कर्तव्ये. अच्च स्थाने यः आदेश स अजादेश, यस्य स्थाने आदेश विधीयते स स्थाने अजादेशस्थानिवत्, नाम यः आदेश अच स्थाने विहित स पुनः मूल अच इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिन अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधि पूर्वविधि षष्ठी तत्पुरुष, तस्मिन् पूर्वविधौ अच षष्ट्यन्तं, परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदम् इदं सूत्रम्. स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेश इत्यनयो अनुवृत्ति, अनुवृत्तिसहितसूत्रम् अचः आदेश स्थानिवत् परस्मिन् पूर्वविधौ. सो इदरस्ति अचः इति अचः पर आदेशः, अचः इति षष्ठ्यन्तम् अस्ति तत् स्थानी अस्ति, आदेशः इति प्रथमाभक्त्याम् अस्ति तत्र आदेश भवति. स्थानिवत् यत् अच् प्रथमसोपाने यति यथा यस्य हल अनेन लोपः भवति तत्र स्थानिवत् य इति यदि वयम् अन्तिमकार स्वीकुर्मः अजादेश स्थानिवत् भवति. स्थानिवत् परस्मिन् परस्मिन् इति अस्ति यत् परस्मिन् इति पर उप् यत् आर्धधातुकप्रत्ययः अस्ति तत् भवति परस्मिन्. पूर्वविधौ या द्वितीयसोपाने यत् आदेशस्य अनन्तरं द्वितीयसोपाने यत् अपि विधिः भवति पुगन्तलघुपदस्य इति भवति पूर्वविधिः. पूर्वविधिः अस्ति कारणं कि अजादेशस्य यत् अजादेशस्य तस्य पूर्वं भवति विधिः. एक अङ्गस्य लघु एक अङ्गस्य गुणबाधितं भवति यत् कारणं कि आदेशस्थानिवत् भवति, स्थानिवत् भूत्वा उपधाया यत् वर्णः अस्ति तत् भिन्नं भवति, तत्र पुगन्तलघुपदस्य अति प्रसक्तिः न भवति इति. इदानीं स्थानीय अच्च परस्मिन् पूर्वविधौ इति यत् सूत्रम् अस्ति, स्थानिवत् आदेशो अनल्विधौ तस्मात् परसूत्रम् अस्ति. स्थानिवत् आदेशो अनल्विधौ प्रथमदस्य प्रथमपादे षष्ठपञ्चाशत् सूत्रम् अस्ति. अच्च परस्मिन् पूर्वविधौ प्रथम अध्याये प्रथमपादे सप्तपञ्चाशत् सूत्रम् अस्ति. अच्च परस्मिन् पूर्वविधौ स्थानिवत् आदेशो अनल्विधौ तस्य अपवादसूत्रम् अस्ति. यत् अल्विधिः अस्ति तत्र स्थानिवत् न भवति, किन्तु यथा यत्र अल्विधि विवक्षा अस्ति यथा इदानीं वयं दृष्टवन्तः सनन्तधातुः धातवः यत्र अस्ति तत्र अल्विधि विवक्षा इति इष्टरूपं प्राप्तुम् आवश्यकम् अस्ति. अपि यस्य हल यत्र हल् य इति यत्र अजा अच् वर्णपूर् परन् पर यत्र यङ् धातु मे य अस्ति लोपभूत्वा यस्य, तत्रापि अल् वर्णस्य विवक्षा अस्ति. अत्र अच्च परस्मिन् पूर्वविदो तस्य प्रसक्ति प्राप्ति भवति इति. साधु तावदस्ति वा भगिनि वर्गे तावत् द्विसूत्राणि पठितव्यं न. यः यदा पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इष्टस्य लघु एकगुणः जायमान तदा इत्सव्य इत्थम् इत्यनिमित्तं मत्वा अल्लोपस्थानिवद् भवति अतः उपधागुणः न सम्भवति यदा इदानीम् अहम् उक्तवती यस्य हल् हल् उत्तरस्य य शब्दस्य लोपः भवति आदधातुकप्रत्ययपरे यस्य षष्ट्यन्तं हल पञ्चम्यन्तं द्विपदमिदं सूत्रम् अतो लोप इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आदधातुके इत्यनयो अधिकारः अनुवृत्तिसहितसूत्रं हल यस्य अङ्गस्य लोपः आदधातुके हल इति पञ्चमी विभक्ति अस्ति तु हल् उत्तरस्य यस्य इति षष्ठीविभक्तिः अस्ति यस्य इति भवति य इति यः शब्दः अस्ति तस्य इति अकारान्तशब्दः अस्ति तस्य षष्ठीविभक्ति इति स्थाने अस्ति अङ्गस्य लोपः भवति य शब्दस्य अङ्गः अस्ति तस्य लोपः भवति आर्धधातुकप्रत्यये परे इति आर्धधातुके अनुवृत्ति तावत् पर्यन्तं वयं कृतवन्तः समापयामः वा तर्हि आं भगिनि तर्हि धन्यवादः भगिनि धन्यवादः शुभरात्रि धन्यवादः शुभरात्रिः च